पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 131 पार्वत्युवाच शालग्रामशिलाशुद्धा मूर्तयः सन्ति भूतले तासां चैव तु मूर्तीनां पूजनं कथिधा स्मृतम् ब्राह्मणैः कतिपूज्यास्ताः क्षत्रियैर्वा सुरेश्वर वैश्यैर्वापि कथं शूद्रैः स्त्रीभिर्वापि समादिश महादेव उवाच शालग्रामशिलापुण्या पवित्रा धर्मकारिणी यस्या दर्शनमात्रेण ब्रह्मः शुद्ध्यते नरः तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितं यत्रेयं सर्वदा मूर्तिः शालग्रामशिलाशुभा ब्राह्मणैः पञ्चपूज्यास्युश्चतस्रः क्षत्रियैस्तथा वैश्यस्त्रिस्रस्तथा पूज्या एका पूज्या प्रयत्नतः तस्या दर्शनमात्रेण शूद्रो मुक्तिमवाप्नुयाद अनेन विधिना देवि ये नराः पूजयन्ति वै भोगान् सर्वांस्तत्र भुक्त्वा यान्ति विष्णोः सनातनम् इयं सा महदी मूर्तिः सर्वदा पापहारिणी कैलासाद्यं फलं देवि जायते पूजनाद्यदः तत्र गङ्गा च यमुना गोदावरी सरस्वती तिष्ठतेजशिला यत्र सर्वं तत्र न संशयः किमत्र बहुनोक्तेन भूयो भूयो वरानने पूजनं मनुजैः सम्यक् कर्तव्यं मुक्तिमिच्छुभिः भक्तिभावेन देवेशि येऽर्चयन्ति जनार्दनम् तेषां दर्शनमात्रेण ब्रह्मः शुद्ध्यते जनः दासभावेन ये शूद्रास्वर्चनं कुर्वते सदा तेषां पुण्यं न जानन्ति ब्रह्माद्याश्च सुरेश्वरी भक्तिभावेन ये विप्रा हरिमभ्यर्चयन्ति वै एकविंशतिकुलं तैस्तु तारितं तेषु जन्मसु शङ्खचक्राङ्कितो यस्तु विप्रः पूजनमाचरेद पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनाद पितरः संवर्धं त्यस्मत्कुले जातश्च वैष्णवाः तत्कुलं तारिदं दैस्तु यावदाभूदसम्प्लवं ते तु चास्मान् समुद्धृत्य नयन्ते विष्णुमन्दिरम् स एव दिवसो धन्यो धन्या मादाध बान्धवाः पिता तस्य च वै धन्यो धन्या वै सुहृदस्तथा सर्वे धन्यतमाज्ञेया विष्णुभक्तिपरायणाः तेषां दर्शनमात्रेण महापापात् प्रमुच्यते उपपादकानि सर्वाणि महान्ति पादकानि च तानि सर्वाणि नश्यन्ति वैष्णवानां च दर्शनाद पावका इव दीप्यन्ते ये नरा वैष्णवा भुवि विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः आर्द्रशुष्कं लघुस्थूलं वाङ्मनःकर्मभिकृतं तत्सर्वं नाशमायादि वैष्णवानां च दर्शनाद हिंसादिकं च यत्पापं ज्ञानाज्ञानं कृतं च यद तत्सर्वं नाशमायादि दर्शनाद्वैष्णवस्य च निःपापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धिदां दर्शनादेव साधूनां सत्यं तुभ्यं मयोदिदं संसारकर्दमालेपप्रक्षालनविशारदः पावनः पावनानां च विष्णुभक्तो न संशयः प्रत्यहं विष्णुभक्ता ये स्मरन्ति मधुसूदनं ते तु विष्णुमया ज्ञेया विष्णुस्तत्र न संशयः नवनीलखनश्यामं नलिनायतलोचनं शङ्खचक्रगदा पद्मधरं पीताम्बरावृतं कौस्तुभेन विराजन्तं वनमालाधरं हरिम् उल्लसत्कुण्डलज्योतिः कपोलवदनश्रिया विराजितं किरीडेन वलयाङ्गदनूपुरैः प्रसन्नवदनाम्भोजं चतुर्बाहुं श्रियान्वितम् एवं ध्यायन्ति ये विप्रा विष्णुं चैव दु पार्वती ते विप्रा विष्णुरूपाश्च वैष्णवास्तेन संशयः तेषां दर्शनमात्रेण भक्र्या वा भोजनेन वा पूजनेन च देवेशि वैकुण्ठं लभ्यते ध्रुवम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे शालग्रामशिलापूजनमाहात्म्यं नामैकत्रिंशाधिकशततमोऽध्यायः ओ